अस्तु तर्हि गतकक्षायां वयं तत्र स्वर्णस्य विषये किञ्चित् दृष्टवन्तः. तत्र स्वर्णे तेज अंशाः अपि अस्ति, अपि च पार्थिव अंशाः अपि अस्ति इति. तत्र तस्मिन् विषये किञ्चित् चर्चा जाता. तत्र प्रायः किमपि प्रश्नः न स्यात्, नास्ति चेत् किञ्चित् अग्रे गमिष्यामः. तर्हि इदानीं द्विचत्वारिंशत् वयम् अत्र रामप्रिया भगिनी भवती एव आरम्भं करोति वा? तत्र रूपरहितस्पर्शवान् वायुः इति अस्ति खलु, तस्मात्? आं भगिनि, रूपरहितस्पर्शवान् वायुः स द्विविधः, नित्य अनित्यश्च. नित्यः परमाणुरूपः, अनित्यः कार्यरूपः. पुनः त्रिविधः, शरीर इन्द्रिय विषयभेदात्. शरीरं वायुलोके, इन्द्रियं स्पर्शग्राहकं त्वक् सर्व शरीरवर्ति. विषयो वृक्षादिकम्पनहेतुः. शरीर अन्त शरीरान्तसञ्चारी वायुः प्राणः. स चैकोप्यु पादिभेदात् च एकोपि वा प्राण एको अपि उपाधिभेदात् च एको अपि उपाधिभेदात् प्राणपानादिसंज्ञां लभते. प्राण अपानादिसंज्ञां लभते. संज्ञां लभते. वायुः लक्षणमिति रूपरहित स्पर्शवान् वायोः लक्षणं रूपं नास्ति, रूपरहितं, परन्तु स्पर्शम् अस्ति इति वायोः लक्षणं. सः द्विविधः, लक्षणं द्विविधः, नित्यः अनित्यः च. नित्यः तु परमाणु. एकक्षणं, स द्विविधः इत्युक्ते स इत्युक्ते कः? सः इत्युक्ते लक्षणं वा वायोः लक्षणं? वायुः द्विविधः. यथा वयं पूर्वमपि तत्र यत् द्रव्याणि सन्ति, तत्र प्रथम चतुष्टयम् अस्ति. तत्र पृथ्वी, जलं, अपि च वायुः. तत्र नित्य अनित्यरूपद्वयम् अस्ति. नित्य इत्युक्ते तत्र परमाणुरूपम्, अनित्य इत्युक्ते कार्यरूपम्. कार्यरूपम् इत्युक्ते यस्य जन्यं भवति, अपि च नाशः अपि भवति इति. तत्र द्विविधः, नित्यः अनित्यः इति पूर्वमपि अस्माभिः चर्चितम् आसीत्. तर्हि तत्र सः द्विविधः इत्युक्ते वायुः द्विविधः, नित्यः अनित्यः इति. आम् आं भगिनि, अवगतम्. नित्यः परमाणुरूपः, अनित्यः कार्यरूपः, अनित्यः पुनः त्रिविधः, शरीरः, शरीरम् इन्द्रियः विषयभेदात् इति. शरीरं वायुलोके इति अस्ति. इन्द्रियं स्पर्शग्राहकं वक् सर्वशरीरावर्ति. स्पर्शग्राहकम् इति स्पर्शं कर्तुं शक्नोति इति. स्पर्शग्राहकम् इत्युक्ते स्पर्शं यद् भवति तस्य ज्ञानं प्राप्नोति ग्राहकम् इति. तर्हि तत्र स्पर्शग्राहकं यत् प्राप्नोति इत्युक्ते अस्माकं त्वक्. तत् सर्वशरीरवर्ति इत्युक्ते सर्वशरीरे अस्ति इति. वर्ति इत्युक्ते तत्र प्राप्तिः अस्ति अस्य इति. अपि च शरीरं वायुलोके इत्युक्ते तत्र पृष्ठस्य अधोभागे तत्र पट्टिका अपि अस्ति. तत्र तत्रापि अस्ति. तत्र केवलं पृथिवी यदस्ति तस्य शरीरमेव अस्मदादीनामिति आसीत् खलु पूर्वं, तत्र मनुष्यादीनां तत्र भवति. अन्य द्रव्याण इत्युक्ते द्रव्याणाम् इत्युक्ते तत्र इदानीं तत्र केवलं जलं तेजः वायुः इति तत्र त्रयाणां द्रव्याणां शरीरं तु तत्र यथा वरुणलोके आदित्यलोके वायुलोके इति एव. तथैव तत् अत्र वायुः विषये यथा यत् शरीरमस्ति तत् केवलं वायुलोके इति. विषयो वृक्षादिकम्पनहेतुः. विषयः तु वृक्षादिकम्पनं हेतुः कारणं वृक्ष आदि कम्पनस्य हेतुः इति कारणं वा? तदेव भगिनि, तत्र वृक्षे यत् कम्पनं भवति तस्य हेतुः वायुः इति. वायुः शरीरान्तः सञ्चारी वायुः प्राणः. शरीर अन्तसञ्चारी इत्युक्ते शरीरे अन्तः वायुः अस्ति तदेव प्राणः वा? तदेव, शरीरस्य अन्ते यः वायुः सञ्चरति सः अस्ति प्राणः इति. प्राणः भगिनि कथं पठति कथं किं प्रष्टं? क्षम्यतां भगिनि, सम्यक्तया न श्रुतम्. अन्य कोऽपि श्रुतं वा तत्र प्रश्नः कः? किं पृष्टम् अन्य केनापि? किं पृष्टम्? कस्मिन् पृष्ठे स्मः वा? अस्तु, द्विचत्वारिंशत् पुटे पुस्तके द्विचत्वारिंशत् पुटे अस्माकं पुस्तकमस्ति खलु विद्याधरी. अस्तु भगिनि, प्राप्तं वा? अस्तु, अग्रे पठतु भगिनि. च एकापि उपाधिभेदात् किल. आम् आम्, तस्य अर्थं किं भगिनि? उपाधिभेदात् अस्तु, प्राणः यत् शरीरस्य अन्ते सञ्चरति सः उपाधिभेदात् इत्युक्ते तत्र उपाधि इत्युक्ते तत्र देशभेदात् इति, तत्र स्वस्य स्थानमनुसृत्य प्राणः अपानः समानः उदानः व्यानः इति तत्र पञ्चप्राणाः सन्ति अस्माकं शरीरे. तादृशभेदः भवति स्थानमनुसृत्य इति, स्वस्य स्थानमनुसृत्य तादृशभेदः भवति. भेदमनुसृत्य तत्र तादृशसंज्ञा प्राप्नोति तत्र प्राण अपान इति इत्यादीनि इत्यादिसंज्ञां प्राप्नोति इति. प्राण अपानादिसंज्ञां लभते. ओहो, अवगतं भगिनि. स्पष्टं वा? हा स्पष्टम्. अस्तु, अग्रे पठतु. शरीर इन्द्रिय विषयभेदात् इति सङ्ग्रहग्रन्थः इह ग्रहण सौकर्याय पृथिव्यादि चतुष्टयस्य पट्टिका प्रदर्शयते. एक सङ्ग्रहग्रन्थः शरीर इन्द्रिय विषयभेदात् इति, तस्य एव पट्टिका अत्र अस्ति. पृथिवी इति द्रव्यं, शरीरं मनुष्यादीनाम्, इन्द्रियं घ्राणं, विषयः मृत्पाषाणादिः. जलम् इति द्रव्यं, वरुणलोके शरीरम्, इन्द्रियं रसनम् इन्द्रियं, विषयः सरित्समुद्रादिः. तेजः इति द्रव्यम्, आदित्यलोके इति शरीरं, चक्षुः इन्द्रियं, भौमादिः इति विषयः. वायुः इति द्रव्यं, वायुलोके शरीरं, वायुलोके इन्द्रियं त्वक्, विषयः वृक्षादिकम्पनहेतुः इति. यद् एतत्तु वयं पूर्वं ज्ञातवन्तः एव पठितवन्तः अपि तस्य केवलं तत्र कोष्ठरूपेण दत्तमस्ति तत्र तत्र किञ्चित् सम्यक्तया झटिति दृष्ट्वा अवगन्तुं शक्नुमः इति तत् तावदेव अत्र नूतनतया किमपि नास्ति एतावत्पर्यन्तं स्पष्टं स्यात् तर्हि अग्रे सरामः अग्रे अपि तत् तत् भागं तु समापयतु भगिनि आं भगिनि जलं परमा जलं हा क्षम्यतां जलपरमाण परमाण्वादौ परमाणु आदौ अपि पूर्वोक्तं नित्यत्वम् इतरेषु अनित्यत्वं बोध्यं जलादिशरीराणां वरुणादिलोके स्थितिः पुराणप्रसिद्धा नासिकादिकं नासिकादिकम् अधिष्ठानम् आश्रयः जल परमाणु आदौ अपि पूर्वोक्तं नित्यत्वम् इतरेषु अनित्यत्वं बोध्यं जलं परमाणु आदौ इत्युक्ते नित्यत्वं प्रथम अत्र अत्र कोष्ठे यथा अस्ति तत्र जलं अपि च तेजः वायु इति यत् सर्वं यदस्ति तत्र पृथ्वी तत्र परमाणु यथा पूर्वम् उक्तं तत्र नित्यरूपमस्ति परमाणौ अन्य इतरेषु रूपं यदस्ति तत्सर्वम् अनित्य इति तर्हि तत्र अत्र जलादौ इति अस्ति यतोहि तत्र अस्मिन् पुटे आरम्भे पश्यामः चेत् तत्र प्रथममस्ति जलविषये तत्र जल पृथिवीविषये तु पूर्वमेव चर्चा जाता खलु तर्हि जल तेजः वायु तत्र परमाणौ यदस्ति तदेव नित्यरूपम् अनित्यं तु अन्येषु तु अनित्यरूपम् अस्ति अपि च तत्र यत् कोष्ठे अस्ति तदेव तत्र शरीरं तु वरुणलोके अस्ति इति तत्र इति तदेव तत्र इन्द्रियविषये अपि एतत्तु पुनः आगच्छति तत्र किञ्चित् यदा वयम् इन्द्रियविषये पठामः तस्मिन् समये किञ्चित् बृहच्चर्चा प्रायः भवेत् इदानीं तु केवलं तत्र परिचयरूपेण एव सरिच तर्हि अग्रे गच्छतु तत्र स्थितानि इन्द्रियाणि गन्धादिप्रत्यक्षं जनयन्ति तेजो ग्रन्थे अभिन्धनम् इति आपः जलं निमित्तकारणं यस्य तत् विद्युदादि सुवर्णस्य तेजोरूपता वेदबोधिता अग्रे अग्नेर् पत्यं प्रथमं हिरण्यम् इति श्रुतेः तेजोग्रन्थे अभिन्धनम् इति तदपि पठितवन्तः किल अभिन्धनम् इति तेजस् विषये सत्यं यदा तत्र विद्युत् अस्ति तत्र अप्पेव इन्धनम् अस्ति खलु तदेव तत्र अभिन्दनम् इति तदनन्तरं तत्र स्वर्णस्य विषये अस्ति तदपि वयं किञ्चित् बृहच्चर्चां कृतवन्तः तस्य विषये अपि तर्हि अग्रे गन्तुं शक्नुमः तत्र राजी भगिनी भवती अग्रे पठति वा आं भगिनि पूर्वम् एकक्षणं अन्य कोऽपि आगतः वा तत्र मध्ये ध्वनिः श्रुता मया नमस्ते भगिनि क्षम्यतां सुमलता अस्मि नमस्कारः भगिनि अन्य कोऽपि अस्ति वा तत्र द्विवारं श्रुतवती इति अस्तु चिन्ता नास्ति अहं पठामि पठतु भगिनि दलसार्थक्यं नाम किम् अथ वायुग्रन्थे विशेषः चिन्त्यते रूपरहितस्पर्शवान् वायुः इति वायुलक्षणं पूर्वदर्शितरीत्या रूपरहितत्वे सति स्पर्शवत्वं वायोलक्षणं रूपरहितः इत्यस्य रूपसामान्य अभाववान् इत्यर्थः स्पर्शवत्वं स्पर्श एव अत्र रूपरहितत्वं स्पर्शवत्वम् इति द्वे दले भागौ वर्तेते विषयेऽस्मिन् किञ्चित् विचार्यते. अत्र वायुग्रन्थे विशेषः चिन्त्यते, वायुविषये चर्चां कुर्मः. वायु रूपरहितः, स्पर्शवान्, स्पर्शं कर्तुं शक्नुमः परन्तु रूपं नास्ति वायोः इति वायुलक्षणम्. अत्र एकक्षणं, अत्र रूपम् इत्युक्ते किम्? रूपम् इत्युक्ते वर्णः, वर्णं किल. उत्तमं भगिनि. वायोः वर्णं नास्ति, वायोः स्पर्शं कर्तुं शक्नुमः वयम्. अतः तावदेव वायोर्लक्षणं. पूर्वदर्शितरीत्या रूपरहितत्वे सति स्पर्शवत्वं वायोलक्षणं. वायोः लक्षणं स्पर्शमेव. रूपरहितः इत्यस्य रूपसामान्य अभावान् रूपरहितम् इत्युक्ते रूप नास्ति, रूपसाम अभाववान् इत्युक्ते नास्ति इति अर्थं किल. रूपं न, वायोः रूपः नास्ति, स्पर्शमेव वयम् अनुभवं कर्तुं शक्नुमः. स्पर्शवत्वं स्पर्श एव. अत्र रूपरहितत्वं स्पर्शवत्वम् इति द्वे दले भागो वर्तेते. द्वे दले भागो वर्तेते इत्युक्ते अर्थं किं भगिनि? अत्र रूप तत्र रूपरहितत्वम् अपि अस्ति, स्पर्शवत्वम् अपि अस्ति. तर्हि तत्र यथा वयं पूर्वं दृष्टवन्तः, गन्धवती पृथ्वी अथवा शीतस्पर्शवत्यः आपः, उष्णस्पर्शवत् तेजः इति, तत्र केवलम् एकः एव धर्मः आसीत्. एकेन धर्मेन एव तत्र तस्य द्रव्यस्य लक्षणम् उक्तम्. परन्तु यथा गन्धः अथवा शीतस्पर्शः इति. परन्तु इदानीं वायुः विषये पश्यामः चेत् तत्र दलद्वयम् अस्ति, रूपरहितत्वम् अपि अस्ति, स्पर्शवत्वम् अपि अस्ति. तर्हि तत्र तादृश दलद्वयं किमर्थम् अस्ति इति तस्मिन् विषये किञ्चित् चर्चां कुर्मः, किमर्थं तथा अस्ति. तर्हि तत्र रूपरहितः, क्षम्यता भगिनि वदतु, भवती वदतु. रूपरहितः स्पर्शवान् वायुः इति वायुलक्षणं यथा उक्तं, तस्य तटस्थलक्षणम् इति वयं पूर्वं दृष्टवन्तः खलु. तटस्थलक्षणवाक्यमस्ति रूपरहितत्वे सति स्पर्शवत्वम् इति. तटस्थलक्षणम् इत्युक्ते किम् इति स्मरन्ति वा? तटस्थलक्षणस्य किम् इत्युक्ते विस्मृतवती भगिनी. अस्तु, अन्य कोऽपि स्मरति वा? तत् साक्षात् नास्ति, परन्तु तत्तिव दृश्यते, तत् तीरमस्ति. नदी नद्यः भागः नास्ति, नद्याः भागः नास्ति, परन्तु तत्र सम्यक् भगिनि, यद्भवती उक्तवती तत् सम्यक् एव. इतोपि किञ्चित् एव वक्तव्यं, तटः अस्ति, नदी नद्याः विवरणं दद्मः चेत् तीरमपि तत्र भवति. तथैव तटम् इति यत् अस्ति तेन सहायेन नदी नद्याः सीमा वक्तुं शक्नुमः. परन्तु तटः नदी नास्ति, अथवा तटः नद्याः भागः इति वक्तुं न शक्नुमः. इत्युक्ते तटः नास्ति, तु तटेन एव नद्याः सीमा अथवा वर्णनं कर्तुं शक्नुमः. एव अस्ति तटस्थलक्षणम् इति. तत्र तटस्थलक्षणस्य उपयोगं किमर्थं कृतवन्तः इति कोऽपि स्मरति वा? तत्र रूपरहितः स्पर्शवान् वायुः अपि च रूपरहितत्वे सति स्पर्शवत्वं वायोः द्वयमपि तत्र लक्षणवाक्य, तत्र किमर्थं द्विविधम् अस्ति, तत्र द्विविधलक्षणवाक्यं किमर्थं तस्य आवश्यकता? कोऽपि स्मरति वा किमर्थं स्पर्शवत्वं स्पर्श एव इति अत्वा प्रत्ययोजयामः तदेव स्थले भवति इति स्पर्शवत्वम् अस्तु त्वप्रत्ययः उपयोगं कुर्मः सत्यं त्वप्रत्ययः उपयोगेन किं भवति अत्र अत्र स्वरूपलक्षणं भवति धर्मी धर्मधर्मी भावः भवति तत्र रूपरहितः स्पर्शवान् वायुः इत्यस्य वाक्यस्य अत्र सर्वाणि पदानि प्रथमभक्त्याम् एव सन्ति अतः तत्र लक्षणं किं लक्ष्यः कः इति न ज्ञातुं शक्नुमः उत्तमम् अतः रूप तत्र रूपरहितत्वे सति स्पर्शत्वं वायोः लक्षणम् इति अस्ति चेत् तत्र वायुः लक्ष्यः स्पर्शत्वं लक्षणम् इति रूपरहितत्वे सति स्पर्शत्वं लक्षणम् इति वक्तुं शक्नुमः उत्तमं तदेव यत् रामप्रिया भगिनी अपि तदेव उक्तवती इति चिन्तयामि तत्र धर्मधर्मी भावः इति आधारादयभावः तदेव तत्र यदा वयं तटस्थलक्षणम् उपयुज्य वदामः चेत् तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति तत्र आधार आदेयभावः सुस्पष्टः जातः तर्हि तत्र कः कः लक्षणं किं लक्षणं लक्ष्यं किम् इति तत्र झटिति वक्तुं शक्नुमः स्पष्टता अस्ति तत्र अस्माकं मनसि तत्र किमपि भ्रमः न भवेत् अस्तु अस्तु तर्हि तत्र तदासीत् किञ्चित् पुनस्मरणम् इदानीं तत्र वायोः विषये किमर्थं तत्र दलद्वयम् अस्ति तत्र रूपरहितत्वम् अपि अस्ति स्पर्शवत्वम् अपि अस्ति इति एव तत्र चर्चा अस्ति अस्तु इतोपि एकः प्रश्नः अस्ति मम तत्र स्पर्शवत्वं स्पर्श एव इति स्पर्शः एव इति अस्ति खलु तस्य विवरणं कोऽपि कर्तुं शक्नोति वा किमर्थं तथा अस्ति इति अन्यद्रव्याणि स्पर्श न स्पर्शं न कर्तुं शक्नुमः वायु एव स्पर्शेन एव वायु वायोः अहं वयं अनुभवं कर्तुं शक्नुमः अतः जलस्य क्षम्यतां भगिनि जलस्य स्पर्शं न कर्तुं शक्नोति वा न न न कर्तुं शक्नुमः तर्हि तत्र विशेषः तदर्थमेव तत्र रूपरहितत्वे सति इति अस्ति तद् अत्र वार्ता भिन्ना अन्य कोऽपि वक्तुं शक्नोति वा जलं भावप्रत्ययः प्रकृत्यर्थं गमयति इति तत्र उत्तमम् अति उत्तमम् इतोपि किञ्चित् तस्मिन् विषये एकवारं वदतु किं वक्तं स्पर्शं तदेव इदानीं तस्य चर्चा एव जाता अस्ति भगिनी शृणोतु महोदय एकवार इदानीं वाक्यं तदेव एकवारं वदतु पुनः एकवारम् उक्त्वा तस्य विवरणमपि ददातु महोदय किञ्चित् तत्र मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति वयं पूर्वं पठितवन्तः तत्र यथा गन्ध इति शब्दः अस्ति तस्य तत्र तस्य मतुप्रत्ययः अपि च त्व योजनेन तत्र गन्धवत्वम् इति भवति तद् गन्धः एव इति वयम् अवगच्छामः इति पूर्वं पठितवन्तः सत्यं तत्र पूर्वस्मिन् एव पश्यतु तत्र एकचत्वारिंशत् कृते तदेव तत्रमपि अस्ति खलु गन्धः अधोबाहे गच्छति इति मतुप्रत्ययेन भवति तस्याः भावः तल् प्रत्ययेन अथवा त्वप्रत्ययेन आगच्छति. अत्र तु त्वप्रत्ययः उपयोजितमस्ति. त्व इति उपयोगं कुर्मः चेत् गन्धवत्वम् इति भवति. यद् गन्धवत्वम् अस्ति तत् गन्धः इति यः अस्ति तस्य समानस्तरीयः इति वयं पूर्वं पठितवन्तः, स्मरन्ति वा? आं भगिनि. तर्हि भवति एकचत्वारिंशत् सत्यं. तत्र प्रथमवाक्यं प्रथमप्रायः वाक्यत्रयं वा चतुष्टयं वा पठतु भगिनि. अतः गन्धवती इति अस्ति खलु, तस्मात् आरभ्य. अतः गन्धवती इत्यत्र यः मतु प्रत्ययः ततः भावप्रत्ययः कार्यः, तथा च गन्धवती योगः त्व गन्धवत्व इति पदं भवति. तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते, स च भावः गन्धसमानकक्षः भवति. अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः. अत एव प्रसिद्धः नियमः मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति. उत्तमं. तर्हि तावत् पर्याप्तं भगिनि, पर्याप्तं. तर्हि तत्र स्पर्शवत्वम् इत्युक्ते तत्र यथा तत्र गन्ध अस्ति तथा स्पर्शविषये वदतु भगिनि, किं भवति स्पर्शवत्वम् अपि च स्पर्श स्पर्शयोगः मतुप्योगहत्व बिकम् स्पर्शः. वायु स्पर्शयोगः मतुप्योगहत्व बिकम् वायु स्पर्शः. न तथा न, तथा न, एकक्षणं. स्पर्शयोगः मतुप्योगहत्व भवति स्पर्शः एव. तत्र स्पर्शयोगः मतु भवति स्पर्शव स्पर्शव स्पर्शवान् अत्र वायुः पुल्लिङ्गः. स्पर्शवान् योगः त्व भवति स्पर्शवत्वम्. स्पर्शवत्वम् आम्. स्पर्शवत्वम् इत्युक्ते स्पर्श एव. तत्र अधोगमनार्थं मतु प्रत्ययः, उपरि गमनार्थं त्व. तर्हि स्पर्श इति स्तरे आरभ्य अधोगमनं कृत्वा पुनः उपरि आगच्छामः चेत् तत्र स्पर्श इति एव भवति. अस्माकं तत्र करपत्रे अपि तत्र किञ्चित् विस्तारेण दृष्टं वयं अस्माभिः तत्र धनं धनवान् धनमित्युक्ते भावः वा, स्पर्शं कर्तुं शक्नुमः वा, एतत् सर्वं चर्चितमासीत्, स्मरन्ति वा? आम् आं भगिनि. आम् अस्तु अस्तु. तर्हि सुमलता भगिनी भवती अग्रे पठति वा? आं भगिनि. कश्चित् सखायां गृहसङ्केतं पृच्छति. उत्तररूपेण सखा यदि स्वस्य पत्रसङ्केतं वदति सम्यक् एव. ग्रहणसौकर्याय समीपस्थं किञ्चित् प्रसिद्धं स्थलम् अतिरिक्तमपि वदति चेत् न दोषः. परन्तु अनावश्यकं यद्यत् गृहसमीपे वर्तते तत् वक्तुम् आरभते चेत् सः परिहास्यतां प्राप्नोति. अतः वक्ता बोधनीयं यत् वस्तु तस्य सम्यक् परिज्ञानाय वस्तुसम्बन्धी आवश्यकः धर्मः निर्देष्टव्यः. परन्तु फल्गु वा भगिनि, परन्तु फल्गु अनावश्यकं नैव प्रयोक्तव्यम् इति लोकसिद्धः अयं संव्यवहारः. किं वा शास्त्रीये विचक्षणव्यवहारे एकस्यैव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वदि उपन्यस्येत् पराभावयोग्यः भवेत्. अत्र कण्ठशः पश्यामः भगिनि, पुनः प्रायः पठित्वा वदतु. कश्चित् सखायां गृहसङ्केतं पृच्छति कथं तत्र गृहसङ्केतः गृहस्य सङ्केतम् अस्ति इति पृच्छति चेत् सखा यदि लिखि पत्रसङ्केतं ददति चेत् पत्रसङ्केतम् अधः दत्तमस्ति पोस्टल् अड्रेस् इति तत् सम्यक् एव अथवा गृहसमीपे किमपि प्रसिद्धं स्थलम् अस्ति चेत् तदपि सम्यक् एव दोषः नास्ति तत्र. परन्तु अनावश्यकं यद्यत् गृहसमीपे वर्तते तत् वक्तुम् आरभते चेत् सः परिहास्यतां प्राप्नोति. गृहसमीपे यत् अनावश्यकमस्ति तत् तस्य उपरि किमपि वक्तुम् आरभते चेत् सर्वे हसन्ति इति खलु भगिनि. हा तदेव तत्र यदा वयं सङ्केतं पृच्छामः चेत् कोऽपि प्रथमं पत्रसङ्केतं ददामः चेत् तत् सम्यक्. तदनन्तरं यदा गृहस्य पार्श्वे यत्किमपि प्रसिद्धं स्थलमस्ति चेत् तत्र मन्दिरं वा यत्किमपि अन्यमण्डपं वा यत्किमपि स्यात् तस्य विवरणम् अपि तत्र प्रायः किञ्चित् उपयोगकारी एव. परन्तु तद् तत्र गृहस्य पार्श्वे वृक्षः अस्ति कारयानं सन्ति इति एतावत् यत् उपयोगकारी विषयः नास्ति तस्मिन् तादृशविवरणं ददामः चेत् तत्र किञ्चित् उपहासमेव भवति खलु. तत्र हास्यपूर्णकविषयः एव भवति. तत्र तादृश वार्ता तत्र लाभदायकं नास्ति. तथैव आम् अतः वक्ता बोधनीयं यत् वस्तु वक्ता न वक्त्रा वक्तृ वक्त्रा कर्मणि अस्ति. अतः वक्त्रा बोधनीयं यत् वस्तु तस्य सम्यक् परिज्ञानाय वस्तुसम्बन्धी आवश्यकः धर्मः निर्देष्टव्यः. वक्ता अस्ति चेत् सः किमपि बोधयति सः तस्य वस्तोः सम्यक् ज्ञानं परिज्ञानं प्राप्य एव बोधनीयः इति अस्ति. परिज्ञानं प्राप्य इति अपि परन्तु तत् परिज्ञानं अन्यान् प्रापयितुं यत् विषयः अस्ति यः विषयः अस्ति तदेव बोधनीयः. यदा तत्र गृहसङ्केतः विषये वदामः चेत् तत्र यः पृच्छति इति अवगमनं भवेत् खलु. तत्र गृहं कुत्र अस्ति कथम् आगन्तुं शक्नुमः इति तदेव आम् तस्य सम्यक् परिज्ञानाय वस्तुसम्बन्धी आवश्यकः धर्मः निर्देष्टव्यः. तस्य वस्तुसम्बन्धी आवश्यकः धर्मः यत् उपयोगं भवति यदा भवती उक्तवती तत्तेव निर्देशं करणीयं वक्त्रा. परन्तु फल्गु अनावश्यकं नैव प्रयोक्तव्यम् इति लोकसिद्धः अयं संव्यवहारः. फल्गु इत्युक्ते किं भगिनि? फल्गु इत्युक्ते अनावश्यकम् एव तत्र निरर्थकं तत्र तस्य उपयोगं नास्ति तथा. परन्तु फल्गु अनावश्यकं न एव प्रयोक्तव्यम् इति लोकसिद्धः अयं संव्यवहारः. अहं न जानामि भगिनि, परन्तु फल्गु अनावश्यकं न एव प्रयोक्तव्यम् इति. तत्र यद् निरर्थकम् अस्ति, अनावश्यकम् अस्ति, तत् तद् मास्तु इति लोकसिद्धान्तः. तत्र यदा वयं किमपि अवगन्तुं प्रभवामः तस्मिन् समये तस्य अवगमनार्थं यद् उपयोगमस्ति तस्य ज्ञानमेव आवश्यकं. निरर्थकं यत्किमपि अस्ति तत्तु तत्र लाभदायकं नास्ति खलु, तस्मात् किमपि प्रयोजनं नास्ति. तर्हि तत् सिद्धान्तः इति. अग्रे पठतु भगिनि. किं वा शास्त्रीये विचक्षणव्यवहारे एकस्य एव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वदि उपन्यस्येत् पराभवयोग्यः भवेत्. वादि उपन्यस्येत् न तु वदि. हा वादि. किं वा शास्त्रीये विचक्षणव्यवहारे एकस्य एव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वदि उपन्यस्येत् एकः उपन्यस्येत् एकं वस्तुं सूचयितुं यदि साधकद्वयं वक्ता उपयोगं करोति चेत् पराभवं भवेत्, तस्य सर्वे अपहासं प्रायः कुर्यात् पराभवः इत्युक्ते पराजयः इति. तर्हि तत्र अस्माकं लक्ष्यं यदस्ति तत्र पराजयं भवामः इति. तत्र यदा स्पष्टज्ञानम् आवश्यकं चेत् एकस्य एकः वस्तुः अस्ति तस्य सम्यक् स्पष्ट अवगमनं भवेत् इति चिन्तयामः चेत् तत्र तस्य वस्तोः ज्ञापनाय तत्र साधकद्वयम् उपयोगं कुर्मः चेत् तत्र पराभवं भवति, इत्युक्ते तत्र पराजयः भवति साधारणतया. यथा गृहसङ्केतः कोऽपि पृच्छति चेत् तत्र केवलं तत्र पत्रसङ्ख्या अथवा किमपि प्रसिद्धस्थलं तादृशविवरणमेव आवश्यकं, परन्तु अन्यविवरणं दद्मः चेत् तत्र तस्मात् भ्रमः एव जायते, न तु स्पष्टता इति. तर्हि तत्र पराभव इत्युक्ते पराजयः. तत्र एतस्य परिच्छेदस्य आशयः कः इत्युक्ते तत्र यथा तथा स्थितिः अस्ति, तथा लोकन्यायः अस्ति, शास्त्रे अपि तथा व्यवहारः अस्ति. तत्र किमर्थं दलद्वयम् उपयुज्य वायोः लक्षणम् उक्तम् इति, तदेव अस्माकम् अवगन्तव्यं. तत्र एतस्य परिच्छेदस्य आशयः तु तदेव अस्ति. तत्र दलद्वयस्य आवश्यकता का इति प्रश्नः यदस्ति तस्य विवरणमेव अत्र अस्ति. अवगतं वा? अनावश्यकवस्तुः साधकम् अस्ति चेत् तत् प्रायः उपयोगाय न भवति. अनावश्यकम् पुनः पृच्छतु. अनावश्यकम् अस्ति चेत् प्रायः न उपयोगाय भवति खलु भगिनि, परन्तु आवश्यकमस्ति चेत् इतोपि लाभाय भवति खलु. हा सत्यं सत्यं, तदेव ते अग्रे वदन्ति. तर्हि तत्र प्रथमं तत्र किं वदामः, तत्र पृष्ठभूमि इति वदामः च खलु, तत्र तदेव अत्र साधयन्ति. तत्र प्रथमं किमर्थं तथा प्रश्नः उदेति इति उक्त्वा तस्य समाधानमपि ददाति अग्रे. अस्तु. तर्हि भगिनी अत्र उक्तं शास्त्रीये विचक्षणव्यवहारे एकस्य एव वस्तुनः साधनाज्ञापनाय इति अत्र दत्तं, किमर्थम् एकस्य एव वस्तुनः साधनाय उपयोगं करणीयं? द्विविध वस्तु सः चेत् तत्रापि कर्तुं शक्नुमः किल? परन्तु तत्र यदा वयं लक्षणवाक्यं वदामः तत्र प्रथमम् एकस्य एव लक्षणवाक्यं वदामः खलु. तत्र यदा वयं पृथ्वीविषये वदामः चेत् तत्र गन्धवती पृथ्वी इति, पृथ्वी इत्युक्ते का इति एव प्रथमम् अस्माकम् अवगमनं भवेत्. तदनन्तरमेव पृथ्वीम् उपयुज्य किमपि अन्यस्य विवरणं कर्तुं शक्नुमः. परन्तु तत्र प्रथमं पृथिव्याः अवगमनं आवश्यकं खलु. तर्हि तत्र विषयद्वयस्य विवरणं समानसमये समानस्तरे न कर्तुं शक्नुमः खलु. एकस्य उपयोगेनैव अन्यस्य अवगमनं भवेत् साधारणतया. एवं वा? अस्तु अस्तु भगिनि, अस्तु. तत्तु लौकिकव्यवहारे अपि तथैव स्यात् खलु भगिनि. तत्र यथा वयं चिन्तयतु, तत्र किमपि अस्ति, तत्र आसनम् अस्ति, आसनस्य उपरि कोऽपि अस्ति चेत् सः कुत्र अस्ति इति वदामः चेत्, आसने इति वदामः चेत् तत्र आसनम् इत्युक्ते किम् इति अस्माकं ज्ञानम् अपेक्षितमस्ति. अत्र आसनम् इत्युक्ते किम् इति जानीमः चेत् तत्र सः आसने उपविशति इति तत्र वाक्यस्य प्रयोजनं नास्ति खलु. तस्मात् किमपि अवगमनं न भवेत् तत्र. अस्तु अस्तु. पुष्पगिनी अग्रे पठति वा? आं भगिनि. आं भगिनि. इत्थमेव शब्दं नास्ति अत्र, शब्दमस्ति, सम्यक् अस्ति? हा सम्यक् अस्ति भगिनि. इत्थमेव वस्तुस्वरूपज्ञानाय लक्षणप्रयोगे कर्तव्ये एकेन दलेन वस्तुनः सम्यक् ज्ञानं भवति चेत् दलद्वयं न वक्तव्यं न प्रयोक्तव्यम्. भगिनि, दलेन दलं अर्थं किम्? दलमित्युक्ते स्तरं, तत्र रूपरहित खलु, तत्र दलद्वयम् अस्ति खलु, तत्र स्तरद्वयम् अस्ति येन अस्माकं तत्र विवरणम् आसीत् तत्र, तदेव दलेन. अत्र अस्ति दलम् इत्युक्ते लक्षणं न, दलम् इत्युक्ते स्तरं, तत्र तत्र अस्मिन् सन्दर्भे धर्मः इत्यपि स्वीकर्तुं शक्नुमः खलु. तत्र एकः न दलः, दलम् इत्युक्ते धर्मः इति न, परन्तु अस्मिन् सन्दर्भे तथा अस्ति. तत्र एकेन धर्मेण एव साधारणतया लक्षणवाक्यम् अस्ति, परन्तु अत्र वायुविषये धर्मद्वयम् उक्तमस्ति खलु. तद् धर्म तदेव दलद्वयं, दलम् इत्युक्ते स्तरम्. इत्थमेव वस्तुस्वरूपज्ञानाय लक्षणप्रयोगे कर्तव्ये एकेन दलेन वस्तुनः सम्यक् ज्ञानं भवति चेत् दलद्वयं न वक्तव्यं न प्रयोक्तव्यं. तदा अधुना एव पठन्ते वयं पठ्यामः. एकेन दलेन वस्तुनः सम्यक् ज्ञानं भवति, दलद्वयं न वक्तव्यं, न अनावश्यकम् अस्ति, अस्तु, प्रयोक्तव्यं न प्रयोक्तव्यं. एवम् अपि सङ्ग्रहकारेण दलद्वयं प्रयुक्तम्, एवम् अपि सङ्ग्रहकारेण दलद्वयं प्रयुक्तम्, तदुपयोगयोगस्तु पूर्वोक्ताति पूर्वोक्त अति अति अतिव्याप्तिरूपदोषवारणाय. अस्मार्थं न आगच्छति, चिन्ता, अहं न जानामि. चिन्ता नास्ति, चिन्ता नास्ति. तर्हि तत्र यथा भगिनी उक्तवती तथा तत्र एकेन दलेन एव साधारणतया वक्तव्यम् अस्ति, तथा चेदपि तत्र दलद्वयम् उपयोगं कृतम् अस्मिन् सन्दर्भे. किमर्थम् इत्युक्ते तत्र अतिव्याप्तिरूपदोषवारणाय, इत्युक्ते अतिव्याप्ति नाम दोषं, यः दोषः अस्ति तस्य वारणाय इति. अस्तु, तर्हि तत्र अस्तु, आम्, तर्हि तत्र लक्षणविषये यदा वयं पूर्वं पठितवन्तः तत्र दोषत्रयम् आसीत्, कोऽपि स्मरति वा? व्याप्ति, अव्याप्ति, अतिव्याप्ति, अन्यत् किमपि एकः अस्ति, असम्भव, असम्भव. उत्तमं भगिनि, तत्र अतिव्याप्ति इत्युक्ते कः? अत्र यथा रूपरहितः इति न वदामः चेत्, स्पर्शवान् वायुः इति वदामः चेत्, अन्यत् किमपि पार्थिवद्रव्यं भवेत् यस्य स्पर्शः अपि अस्ति, तस्मात् कारणात् पृथिव्यादौ अपि तस्य व्याप्तिः अस्ति, तद्भवति अतिव्याप्तिः. उत्तमं भगिनि, अलक्ष्येषु वृत्तित्वम्, अलक्ष्येषु वृत्तित्वं भवति इति. अलक्ष्येषु वृत्तित्वं, अव्याप्ति इत्युक्ते कः, किं भगिनि, अपर्णा भगिनी वदति वा? अव्याप्तिः इत्युक्ते यस्य, यदा वयं वायुः इति स्वीकुर्मः चेत्, यस्य लक्षणं सूचयित्वा यस्य यस्य कस्यापि न तद्गुणेन किमपि द्रव्यं यत् न सूचयति तत् अव्याप्तिः इति अहं चिन्तयामि. लक्षणस्य पूर्वं भवान् उक्तवती, लक्षणस्य तत् स्थले नास्ति, तत् स्थले सूचना नास्ति इति. लक्षणस्य वा लक्ष्यस्य वा? लक्ष्यस्य, लक्षणेन तत् लक्ष्यस्य प्राप्तिः न भवति इति अव्याप्तिः. उत्तमम्, उत्तमं. तर्हि तृतीयः, असम्भवदोषः, तस्य विवरणं किं भगिनि वदतु? यस्य यः धर्मः लक्ष्ये भवति तस्मिन् असम्भवः आयाति, तस्मिन् इत्युक्ते सम्भवः न भवति तत्र सम्भवं भवति इति वयं वदामः चेत् असम्भवदोषः भवति. एकक्षणं पुष्पा भगिनी, भवती किञ्चित् म्यूट् करोति वा, तत्र प्रतिध्वनिः आगच्छति. अस्तु, हा इदानीं वदतु भगिनि. तृतीयदोषः असम्भवः, असम्भवदोषः कस्मिन् लक्ष्ये अपि धर्मः नास्ति, तस्मिन् लक्ष्ये वयं किमपि वदामः चेत् सः असम्भवदोषः भवति. इत्युक्ते केसराः, सिंहजटाः, गोः इति लक्षणम् उक्तं. तत्र गोजातीयां कस्यामपि गविः सधर्मः नास्ति, अतः तस्मिन् असम्भवदोषः भवति. इत्युक्ते तत्र लक्ष्ये आवृत्तित्वं भवति खलु, लक्षणं लक्ष्ये न भवति एव. असम्भवदोषः न सम्भवति इति असम्भवदोषः. आम् उत्तमं. तर्हि इदानीं तथैव अस्ति, तत्र अतिव्याप्ति इति यः दोषः अस्ति तस्य वारणाय एव तत्र दलद्वयम् अस्ति इति दत्तमस्ति. अग्रे रामकार्तिक् महोदय, भवान् पठति वा? कथम् उपयोगः उच्यते? रूपरहितत्वम् एव यदि वायुलक्षणं स्यात् तदा पृथिव्यादित्रिकं विहाय सर्वस्मिन् जगति अतिव्याप्तिः, सर्वत्र रूप अभावस्य सत्वात्. अतः स्पर्शत्वम् इति दलं दातव्यम्. स्पर्शवत्वम् आकाशादौ क्वापि न अस्ति, न दोषः. स्पर्शवत्वम् एव यदि वायुलक्षणं स्यात् तदा पृथ्व्याम् अतिव्याप्तिः. अग्रे अपि पठामि वा? तत् किञ्चित् प्रतिपादयतु महोदय. तत्र यत् वयम् इदानीमेव दृष्टवन्तः तदेव अत्रापि उक्तं, यदि रूपरहितत्वम् एव वायुलक्षणम् इति वदामः तर्हि तद् तत्र पृथिव्यादित्रिकं विहाय जगति अतिव्याप्तिः इति उक्तं. तत्र पृथिव्यादित्रिकम् इत्युक्ते प्रायः पृथिवी, जलं, तेजः इति चिन्तयामि, तान् विहाय सर्वस्मिन् अतिव्याप्तिः भवति. रूपा यत् किमर्थम् इत्युक्ते तत्र अन्येषु द्रव्येषु रूपाभावः अस्ति इति, अतः तत्र स्पर्शवत्वम् इति अपि एकं दलं दातव्यम् इति उक्तमस्ति. स्पर्शवत्वम् आकाशादौ कदापि नास्ति इति तत्र दोषः नास्ति. अतः यदि वयं स्पर्शवत्वम् एव वायुलक्षणम् इति वदामः तर्हि तत्र पृथिव्यामपि स्पर्शवत्वम् अस्ति इत्यतः अतिव्याप्तिः भवति. इत्युक्ते तत्र केवलं रूपरहितवान् वायुः इति वदामः चेत् तत्र षट्सु इत्युक्ते तत्र वायौ आरभ्य तत्र प्रथमपुटे पश्यतु, तत्र पृथिवी, जलं, तेजः, वायुः इति अस्ति खलु, तत्र वायौ आरभ्य मनःपर्यन्तं तत्र रूपरहितत्वम् अस्ति. तर्हि केवलं रूपरहितवान् इति वदामः चेत् तत्र षट्सु अपि अतिव्याप्ति भवितुम् अर्हति. तथैव तत्र केवलं स्पर्शवत्वम् इति वदामः चेत् तत्र चतुष्टयं यत् अस्ति तत्र पृथ्वी जल तेजः वायुः इति तत्र अतिव्याप्तिः भवितुम् अर्हति. तर्हि यत् दलद्वयं यदस्ति तत्र केवलम् एकमेव स्वीकुर्मः चेत् तत्र अतिव्याप्तिदोषं भवति इति तत् निवारणाय एव तत्र दलद्वयम् उपयोगं कृतम् इति अत्र अस्ति. अस्तु अग्रे अपि पठतु महोदय. अतः दलद्वयं मिलित्वा लक्षणम् इति न अतिव्याप्तिः इत्थमेव सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इत्यादिषु दलद्वयघटितलक्षणेषु बोध्यं भक्ष्यते च. अत्र अतः दलद्वयं मिलित्वा लक्षणम् इति वदामश्चेत् तत्र अतिव्याप्तिः न भवति. एवम् एव सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इत्यादिषु तत्र दलद्वयं लक्षणं भवति इति अवगन्तव्यम् इति उक्तम्. इत्युक्ते तत्र मनः विषये अग्रे यदा पठामः चेत् तत्र आगच्छति तत्रापि तथा दलद्वयं स्वीकृत्य लक्षणवाक्यम् उक्तम् इत्येव अस्ति अत्र. अस्तु तर्हि अग्रे अपर्णा भगिनी भवती पठति वा तत्र चित्रमपि किञ्चित् चित्रविषये अपि उक्त्वा. मम पार्श्वे अपरं पुस्तकमस्ति भगिनि, तर्कसङ्ग्रहदीपिका प्रकाशिका, मया विद्याधरी पुस्तकं प्राप्तव्यम्. अधुना शृणोमि. अस्तु भवत्याः समीपे तत्र पी डी एफ़् नास्ति वा महोदयेन? तैजसं तैजसं द्रव्यम् इति तत् करपत्रमस्ति. न न विद्याधरी पुस्तकं पुस्तकस्य अपि पी डी एफ़् तत्र प्रायः प्रथम पञ्चाशत् ओ तस्मिन् अस्ति वा एतत्? हा तत्र विद्याधरी डाट् पी डी एफ़् इति अस्ति अस्ति. एकनिमिषः पुटः संख्या एकनिमिषं चतुश्चत्वारिंशत् ओ प्राप्तं वा? न द्रव्य प्रत्यक्षं केन भवति इति अस्ति न भगिनि अहं न पश्यामि. तत्र पुस्तकस्य पृष्ठसङ्ख्या चतुश्चत्वारिंशत् भगिनि, न तु पी डी एफ़् पृष्ठसङ्ख्या. ओ भिन्नं भवति वा पी डी एफ़् मध्ये? ओ आम् दलसार्थक्यं नाम किम् अस्ति तत्र इत्थमेव वस्तु कथम् उपयोगः कुत्र भगिनि? तत्र चित्रं खलु रूपाभावः इति तत्त्वम्. ओके अतः दलद्वयं मिलित्वा लक्षणमिति नातिव्याप्तिः यथा वयम् इत्थमेव सुखाद्युपलब्धिसाधनम् इन्द्रियं मनः इति तत्तु अभवत् भगिनि. चित्रात् आरम्भं चित्रात् रूपाभावः इति चित्रे रूपाभावः इति चित्रे रूपं पृथिव्यां रूपमस्ति, जले रूपमस्ति, तेजः रूपम् अस्ति. एतत् त्रितयं विहाय सर्वेषु पदार्थेषु रूपा अभावः वर्तते. वायोः आकाशः मनः तदपि अत्र सर्वं जगत् त्रीणि द्रव्या निविहाय सर्वं जगत् एतत् रूप अभावः इति अस्ति अत्र वामभागे. केवलं पृथिव्यां जले तेजः रूपम् अस्ति. अयं च रूपाभावः रूपसामान्य अभावः रूपं नास्ति इति प्रतीतिसिद्धः. तत्र सामान्यभावीयप्रतियोगितावच्छेदकत्वं प्राग् उक्तं विचिन्त्य रूपत्वनिष्ठा अवच्छेदकतानिरूपित अवच्छेद्यताश्रयप्रतियोगितानिरूपित अनियोगिताश्रयः अभावः इत्यर्थः लभ्यते. अहं स्मरामि एतत्. जले पृथिव्यां तेजे रूपः अस्ति, अभावः अस्ति रूपाभावः एतत् त्रयं विहाय इति पूर्वतर चित्रे अस्ति. एतत् अभावः कथं वयं वक्तुं शक्नुमः चेत् अत्र रूपम् अस्ति, रूपे रूपत्वम् अस्ति, एतत् रूपत्वं भवति अवच्छेदकता. अत्र अभावस्य इति भवति रूपत्वनिष्ठा. यत् रूपे रूपत्वमस्ति तत् निष्ठा भवति, रूपत्वनिष्ठा तत् अवच्छेदकता. एतत् निरूपितभावः अस्ति अवच्छेदकता निरूपित अवच्छेद्यता यत् रूपेण अवच्छेद्यः अस्ति, अवच्छेद्यता तत् आश्रय प्रतियोगिता, प्रतियोगितस्य अनियोगिता निरूपित, प्रतियोगिता निरूपित अनियोगिताश्रयः अभावः इति तत् अभावः रूपाभावः इत्यस्य वर्णनं. सामान्य अभावीयप्रतियोगिता अवच्छेदकत्वं, एतत् रूप अभावः रूपसामान्य अभावः इति वयं वक्तुं शक्नुमः. पूर्वमपि वयम् अभावस्य घटाभावः एतत् प्रसङ्गे एतत् निरूपितभावः आधार आश्रयभावः इति अपि परिशीलनं कुर्मः. अत्र किञ्चित् नूतनम् अस्ति वा भगिनि? मम सम्यक्तया एव उक्तवती भगिनि, तथैव तत्र अभावस्य वर्णनमेव अत्र अस्ति. किञ्चित् प्रायः म्यूट् करोतु भगिनि, तत्र किञ्चित् प्रतिध्वनि आगच्छति. अभावस्य वर्णनमेव अत्र अस्ति, रूपं रूपे रूपत्वं रूपे अपि च अभावस्य रूप अभावस्य प्रतियोगिता अपि अस्ति. रूपभावस्य प्रतियोगिता रूपत्वेन अवच्छिन्ना अस्ति, इत्युक्ते रूपत्व रूपत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता अस्ति प्रतियोगिता. तादृशप्रतियोगिता यदस्ति तया निरूपिता अस्ति अनुयोगिता, अनुयोगितायाः आश्रयः अस्ति अत्र अभावः इति. एतत्तु वयं पूर्वमेव वारं यत् कृतवन्तः तदेव अस्ति, तत्र किञ्चित् प्रायः पुनस्मरणमेव भवति अस्माकम् इति चिन्तयामि अत्र. तर्हि अग्रे पठतु भगिनि. अयं प्राग् उक्तार्थदार्ढ्याय पुनः स्मारितः, स्मृति दा दृढं कर्तुम् एतत् पुनस्मारितः. वायुविभागस्तु प्रागेव चिन्तितः, तत्र शरीरे सञ्चरतः वायोः स्थानभेदात् संज्ञाभेदम् आह शरीरान्तस्सञ्चरीति. उपाधिः हृदयादिस्थानानि अधिकम् अन्यत्र. अत्र शरीरान्तः सञ्चारीति एकः अत्र शरीरमेकः वायुलोके इन्द्रियं स्पर्शं ग्राहकं त्वक् सर्वशरीरावर्तिः इति कारणतः यत् शरीरे प्राणरूपेण तिष्ठति प्राण अपान उदान व्यान समान इति स्थानभेदः तत् उपाधिः तत् उपाधिं स्वीकृत्य भिन्नदेशे भिन्नदेशेषु वर्तते वायुः अस्माकं देहे इति कारणतः शरीरे शरीरान्तः सञ्चारी वायुः उपाधिभेदेन उपाधिभेदेन प्राणापान इति भिन्न नामं स्वीकरोति. क्रमप्राप्तम् आकाशं निरूपयति. शब्दगुणकम् आकाशं तच्चैकं विभु नित्यश्च इति. अधुना आकाशस्य लक्षणं आकाशस्य निरूपणं भवति. शब्दः गुणः यस्य तत् शब्दगुणकम्. अत्र यद्यापि गन्धवती पृथिवी इति लक्षणकरणमिव शब्दवत् आकाशमिति लक्षणकरणम् एव उचितं. तथापि मीमांसकाः शब्दः द्रव्यम् इति यत् अङ्गीकुर्वन्ति तन्निराकरणाय तस्य गुणत्वव्यवस्थापनाय च लक्षणे गुणपदं स्थापितम्. ओ यथा पृथिवी गन्धवती इति पूर्वं वयं परिशीलितवन्तः. अत्र अत्र गन्धवती पृथिवी तथैव अत्र आकाशविषये अपि शब्दवत् आकाशम् इति वक्तुं शक्नुमः. किन्तु अत्र शब्दगुणकम् आकाशम् इति सूत्रमस्ति. अत्र शब्दगुणकम् इत्युक्ते शब्दः गुणः यस्य तत् शब्दगुणकं. किमर्थं शब्दवदाकाशमिति न लक्षणकरणम् एव उचितं किन्तु किमर्थं तथा न प्रयोजितः अत्र इत्युक्ते शब्दः अपि द्रव्यमस्ति. ओ मीमांसकाः शब्दः द्रव्यमिति अङ्गीकुर्वन्ति. अत्र द्रव्यसूत्रे शब्दः नास्ति खलु भगिनि? मीमांसकाः तु अन्यत् दर्शनशास्त्रमस्ति. तर्हि ते तत्र तस्य द्रव्यम् इत्युक्ते किम् इति तस्य लक्षणवाक्यमेव तत्र प्रायः भिन्ना स्यात्. तर्हि ते तत्र द्रव्ये शब्दः अपि द्रव्यम् इति ते वदन्ति. तर्हि अस्माकं न्यायशास्त्रे तु तथा नास्ति. तत्र पृष्ठसङ्ख्या सप्तं पश्यामः चेत् तत्र चतुर्विंशतिगुणाः सन्ति खलु. तत्र रूपरसगन्धस्पर्श तत्सर्वम् अस्ति. तत्र पश्यामः चेत् स्नेह शब्द बुद्धि सुखदुःख इच्छा क्लेश तत्सर्वम् आगच्छति. तर्हि तत्र न्यायशास्त्रे तु शब्दः इति गुणः एव, परन्तु शास्त्रे तु तथा नास्ति. तर्हि तस्य निवारणाय इति न, परन्तु तत्र किञ्चित् तत्र भ्रमः न भवेत्. तत्र स्पष्टीकरणाय तत्र मीमांसकानां मतम् अन्यमिति कारणात् तत्र शब्दगुणकम् इति गुणशब्दमपि स्थापितमस्ति लक्षणवाक्ये. गुणत्वव्यवस्थापनाय च अत्र शब्दगुणकम् इति पदम् प्रयुक्तम् अस्ति अत्र गुणम् इति पदमेव. अस्तु, एतावत् स्पष्टं वा? तत्र प्रश्नः अस्ति वा कस्यापि? अस्तु, प्रश्नः नास्ति. तत्र उक्तम् इति तत्र तस्य प्रयोगं कृतम्. रामप्रिया भगिनी अग्रे पठति. घटितलक्षणं यदि इत्युक्ते किं घटितलक्षणम् इत्युक्ते किं घटितलक्षणम् तलद्वयघटितलक्षणम् इत्युक्ते तलद्वयेन युक्तं लक्षणम् इति एव तत्र घटितं घटनायुक्तं तत्सर्वं तत्र दलक्षणं तु दलद्वयेन युक्तम् इति अन्यप्रश्नाः सन्ति वा न भगिनि अस्तु तर्हि रामप्रिया भगिनी अग्रे पठति वा आं भगिनि सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनं केचन समवायसम्बन्ध अवच्छिन्न आदेयत्वलाभाय गुणपदम् इति आहुः तेषाम् अयम् आशयः एक एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति निदर्शनं घटं स्वीकुर्मः सः संयोगसम्बन्धेन भूतले वर्तते समवायसम्बन्धेन कपाले वर्तते तादात्म्यसम्बन्धेन स्वस्मिन् भवति वक्ष्यमाणेन कालिकासम्बन्धेन कालिकसम्बन्धेन महाकाले वर्तते विषयितासम्बन्धेन च ज्ञाने वर्तते अत्र चिन्त्यते अत्र तु समवायसम्बन्ध अवच्छेदेन आदेयत्वलाभाय गुणपदम् इति आहुः अस्तु तर्हि गुणं गुणः इति द्रव्ये अस्ति खलु आम् गुणः द्रव्ये कीदृशसम्बन्धेन अस्ति संयोगसम्बन्धेन गुणगुणिनोः मध्ये संयोगसम्बन्धः वा समवाय वा संयोग अस्तु समवायसम्बन्धः तर्हि तत्र समवायसम्बन्धेन अवच्छिन्ना भवति यदा गुणम् इति गुणविषये वयं तत्र गुणपदम् उपयुज्य वदामः चेत् तर्हि परन्तु तत्र यदा घटः अस्ति तत्र एकः एव पदार्थः यः घटः अस्ति तेषु तत्र अनेकेषु पदार्थेषु तद् भिन्नभिन्नसम्बन्धेन भवति तत् वर्तते तर्हि तत्र तत्र यः सम्बन्धः अस्ति तत् सम्बन्धेन एव अवच्छिन्नं भवति तद् एव अत्र अस्मिन् भागे तस्मिन् विषये एव अस्ति किञ्चित् आरम्भं कुर्मः प्रायः तस्य समाप्तं न भवेत् अद्य आगामिकक्षायाम् इतोपि अग्रे पठामः परन्तु किञ्चित् परिचयं प्राप्तुं शक्नुमः तर्हि अग्रे पठतु भगिनि चित्रे दर्शितरीत्या एकस्मिन् घटे अनेकाः आधेयताः सन्ति ताः तु प्रत्येकं भिन्नाः ज्ञाने अनुत्पन्ने तन्निरूपित आदेयता न भवति चेत् अपि कपालनिरूपित आदेयता भवति तदापि कपाले घटस्य सत्त्वात् एवम् अन्यत्र ओहो एकः घटः अस्ति चित्रे अनेकाः आदेयताः सन्ति प्रत्येकं तु भिन्नाः अस्ति प्रथमं तु ज्ञानम् इति अधिकरणता द्वितीयं तु महाकालः इति अधिकरणता आदेयता घटः इति घटे अस्ति स्वयम् इति अधिकरणता घटे अस्ति कपालः इति अधिकरणता घटे अस्ति भूतलम् इति अधिकरणता घटे अस्ति एकक्षणं भगिनि तत्र घटे अस्ति इति न आदेयता तस्याः आदेयता घटे अस्ति भूतलम् इति यद् अधिकरणता अस्ति तेन निरूपित आदेयता घटे अस्ति तदेव पूर्वस्मिन् परिच्छेदे पश्यामः चेत् तत्र भिन्नभिन्न अधिकरणता अधिकरणताः सन्ति ते केन सम्बन्धेन तत्र विद्यते इति अस्ति. तत्र संयोगसम्बन्धेन घटः भूतले अस्ति, समवायसम्बन्धेन कपाले अस्ति, तादात्म्यसम्बन्धेन स्वस्मिन्, कालिकसम्बन्धेन महाकाले, विषयतासम्बन्धेन ज्ञाने इति. तर्हि तत्र ते तु अधिकरणता ताः अधिकरणताः सन्ति. ताभिः निरूपित आदेयताः ये याः सन्ति ताः घटे इति अत्र दत्तमस्ति. तदेव प्रथमवाक्यं पश्यामः चेत् चित्रे दर्शितरीत्या एकस्मिन् घटे अनेकाः आदेयताः सन्ति इत्युक्ते तत्र घटः तु एकमेव अस्ति परन्तु एकमेव घटे भिन्नभिन्न आदेयताः सन्ति. भिन्नभिन्न आदेयताः किमर्थं सन्ति चेत् तत्र भिन्नभिन्नसम्बन्धेन अधिकरणता भिन्ना अस्ति. तत्र एकस्य एव घटस्य भिन्नभिन्न अधिकरणता अधिकरणताः सन्ति विभिन्नैः सम्बन्धैः. तस्य आदेयता घटे अस्ति. घटः तु एकमेव एकः एव. अस्तु, ज्ञाने अनुत्पन्ने तन्निरूपित आदेयता न भवति चेतपि कपालनिरूपित आदेयता भवति. इत्युक्ते ज्ञानस्य विषये पूर्वं वयं पठितवन्तः खलु, तत्र अयं घटः इति ज्ञानं तत्र घटे विषयता अस्ति. अयं घटः इति ज्ञानं यदा वयं प्राप्नुमः तस्मिन् क्षणे एव तत्र ज्ञाने घटः इति तत्र आदेयता भवति. तथा यदा न भवति चेदपि तत्र कपालनिरूपित आदेयता यः अस्ति तत्तु भवति एव. इत्युक्ते एकस्य अपरस्य तत्र सम्बन्धः नास्ति इति. तदा कपाले घटस्य सत्त्वात् इत्युक्ते कपाले तु घटः अस्ति एव. यथा तत्र ज्ञानं तस्य ज्ञानम् अस्माकं समीपे अस्ति वा न वा इति प्रश्नः नास्ति. तत्र अयं घटः इति ज्ञानं कस्यापि आत्मनि नास्ति चेदपि तस्मिन् क्षणे अपि कपाले तु घटः अस्ति एव समवायसम्बन्धेन. अवयव अवयवी भावः अस्ति खलु. तर्हि तत्र यथा घटोत्पत्तिः भवति तत्र ज्ञानं कस्यापि ज्ञानं भवति वा न वा इति प्रश्नः नास्ति. यथा कस्यापि तत्र घटोत्पत्तिः भवति तस्मिन् क्षणे एव तत्र कपाले तस्य समवायसम्बन्धेन घटः अस्ति एव. तथैव अन्यत्रापि तत्र भूतले घटः अस्ति चेत् तत्र भूतलम् इति अधिकरणता अस्ति, घटः इति आधेयता अस्ति. तत्र महाकालः किम् अस्ति अग्रे पठामः भगिनि. तत्र कालिकसम्बन्धविषये यदा वयं चर्चां कुर्मः तस्मिन् समये आगच्छति. एतावत् पर्यन्तं स्पष्टं वा? आं भगिनि. अस्तु, तर्हि सुमलता भगिनी अग्रे पठति वा? आं भगिनि. चित्रस्य अधः खलु भगिनि सम्बन्धस्य अवच्छेदकत्वं सर्वासामासां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति. कपालनिष्ठ अधिकरणतानिरूपित आधेयता ज्ञाननिष्ठ अधिकरणतानिरूपित आधेयत्वात् भिन्ना. कुतः? समवायात्. समवायसम्बन्धः हि घटकपालयोः विद्यमानः. इयमाधेयता ज्ञाननिरूपिता ध्येयत्वात् भिन्ना इति बोधयति. इदं बोधकत्वम् एव सम्बन्धस्य आधेयता अवच्छेदकत्वं सर्वासाम् आसां परम्परा भेदसाधनाय सम्बन्धस्य उपयोगः भवति. सम्बन्धम् उपयोगं कृत्वा भेदम् अपि ज्ञातुं शक्नुमः. कपालनिष्ठ अधिकरणतानिरूपित आधेयता ज्ञाननिष्ठ अधिकरणतानिरूपित आधेयत आधेयत्वात् भिन्न. घटः एव भवति खलु भगिनि, कपालनिष्ठ अधिकरणतानिरूपित आधेयत घटे भवति, परन्तु भिन्न भिन्नम् अस्ति इति अत्र दत्तमस्ति. कुतः इत्युक्ते समवायात् सम्बन्धः भिन्नमस्ति. समवायसम्बन्धः घटकपालयोः विद्यमानः, घटकपालयोः मध्ये समवायसम्बन्धः अस्ति. इयम् आधेयता ज्ञाननिरूपिता देयत्वात् भिन्न, इयम् आधेयता ज्ञाननिरूपिता धेयत्वात् इत्युक्ते पूर्वस्मिन् पुटे पश्यतु, तत्र भिन्नभिन्न आधेयता घटे अस्ति. तर्हि एकस्य एकः एका आधेयता अपरा आधेयता अपराधेयतायाः कथं भिन्ना इति वदामः चेत् तत्र केवलं सम्बन्धेन एव वक्तुं शक्नुमः. तत्र सम्बन्धः उपयोगं कृत्वा एव तत्र भेदस्थापनं कर्तुं शक्नुमः आधेयतानाम्. अस्तु, तर्हि तत्र यदा वयं भूतलनिष्ठ अधिकरणता निरूपित आधेयता अस्ति, अपि च कपालनिष्ठ अधिकरणता निरूपित आधेयता अस्ति चेत् द्वयोः आधेयतायोः मध्ये भेदः कः इति चिन्तयामः चेत् तत्र भेदः कः, तत्र तु सम्बन्धः एव खलु. भूतलनिष्ठ अधिकरणता निरूपित आधेयता तु संयोगसम्बन्धेन अस्ति, कपालनिष्ठ अधिकरणता निरूपित आधेयता तु समवायसम्बन्धेन. घटकपालयोः मध्ये समवायसम्बन्धः अस्ति, भूतलघटमध्ये तु संयोगसम्बन्धः अस्ति. तथैव ज्ञाननिष्ठ अधिकरणता निरूपित आधेयता पश्यामः चेत् तत्र कीदृशः सम्बन्धः? ज्ञाननिष्ठ ज्ञानमस्ति, तत् ज्ञानमस्ति, ज्ञानमिति गुणः खलु भगिनि, न वा? अहं न विस्मृतवती. स्वयम् इत्युक्ते तादात्म्यसम्बन्धः, विषयितासम्बन्धः खलु. ज्ञानं तत्र विषयः विषयीभावः, विषयी यः अस्ति तद् विषयिता विषय इति वयं पूर्वं दृष्टवन्तः. तत्र विषयितासम्बन्धः, विषयतासम्बन्धः, घटे विषयतासम्बन्धेन ज्ञानम् अस्ति, ज्ञाने विषयितासम्बन्धेन घटः अस्ति इति अपि वयं दृष्टवन्तः. तर्हि तत्र विषयितासम्बन्धेन ज्ञाने घटः अस्ति, समवायसम्बन्धेन कपाले, संयोगसम्बन्धेन भूतले इति भिन्नभिन्न सम्बन्धः. तर्हि तैः सम्बन्धैः एव तत्र भिद्यते आदेर. तर्हि घटे एका एव आदेयता इति न, भिन्नभिन्न आदेयताः सन्ति, अपि च ताः भिद्यन्ते अपि. तदर्थं सम्बन्धः अवच्छेदकं भवति. सत्यं, कथं भिद्यते इत्युक्ते सम्बन्धेन, सम्बन्धस्य अवच्छेदकं, सम्बन्धः अवच्छेदकं भवति, सम्बन्धेन अवच्छेद्यं भवति घटः. अस्तु, एतावत्पर्यन्तं स्पष्टं वा? प्रायः समयः जातः, अत्र अद्य स्थगयामः. आगामिकक्षायां प्रायः एतद् भागं पुनः पठामः, यतोहि अस्माकम् अवगमनम् इतोपि सम्यक् स्यात्. अस्तु, भवन्तः अपि चिन्तयन्तु अस्मिन् विषये, प्रायः किञ्चित् चित्रमपि रचयन्तु तत्र अधिकरणता, अधेयता, अवच्छेदकता, अवच्छेद्यता इति, तर्हि तत्र किञ्चित् स्पष्टं भवति. अस्तु, धन्यवादः. तर्हि आगामिकक्षायां मेलिष्यामः. धन्यवादः. धन्यवादः.